नमस्ते सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति तुदादिगणे इतोपि विशेषदातवः. विषयः अनुवर्तते. तत्र तुदादिगणे सामान्यधातूनां विषये सामान्यतया ज्ञानं प्राप्तम्. इदानीं विशेषधातूनां विषये अध्ययनं प्रवर्तमानमस्ति. तत्र प्रथमः विषयः अस्ति धात्वादेशः इति. तत्र एकं दीर्घं सूत्रमस्ति, तदपि अस्माभिः दृष्टमासीत् गतवर्गे. पाग्राद्मा स्थामा मान् दान् दृशि अर्ति सर्ति शद सदां पिबजिग्र धम तिष्ठ मन यच्च पश्य ऋच्छ धौ शीय सीदाः इति सूत्रं दृष्टं. तत्र धातवः उल्लेखिताः, तेषां स्थाने केचन आदेशाः भवन्ति इति उक्तं. क्षिति परे इति निमित्तमपि आसीत्. अतः सार्वधातुकप्रकरणे अस्य सूत्रस्य कार्यम् अस्ति इति वयं ज्ञातुं शक्नुमः. अस्य सूत्रस्य विषये एकः प्रश्नः आसीत् गतवर्गे. अस्तु, सुभदा भगिनी अपि आगतवती. तत्र एकः प्रश्नः आसीत्, तत्र अर्ति सर्ति इत्यत्र किमस्ति, तत्र धातुनिर्देशः अस्ति वा, किमस्ति, किमर्थं तत्र भवादिगणीयधातुः अस्ति खलु इति, किमर्थं तादृशरूपम् अस्ति, तत्र विकरणप्रत्ययः न दृश्यते. तत्र किं ऋयोगः अर्ति इत्यत्र ऋयोगः स्टिप् प्रत्ययः, धातुनिर्देशः स्टिप् प्रत्ययेन भवति अथवा इक् प्रत्ययेन भवति. इक्ष्टिपो धातुनिर्देशः वक्तव्यः इत्यनेन वार्तिकेन. तर्हि अर्ति इति रूपं कथं लब्धम् इति चेत्, ऋ इति धातुतः तथा ष्टिप् प्रत्ययः योजितः अस्ति. ऋ धातुः भुवादिगणे अस्ति इति कृत्वा तत्र शप् प्रत्ययः यदि स्यात् तर्हि ऋयोगः शप् योगः ति इति स्यात्. ष्टिप् इत्यत्र शकारपकारयोः इत्संज्ञा, अनन्तरं ति इति अवशिष्यते. तर्हि ऋयोगः शप् योगः ति इति स्यात्. तर्हि अरति इति रूपं स्यात् खलु, किमर्थम् अर्ति इति प्रतिपादितम् इति प्रश्नः आसीत्. तर्हि तत्र किम् उक्तम् इति चेत्, एकक्षणम्, हा, तत्र किम् उक्तम् इति चेत्, वस्तुतः धातुनिर्देशः एव, एकक्षणम्, धातुनिर्देशः एव अस्ति, परन्तु तत्र वस्तुतः किमर्थं तत्र, यथा तत्र मया उक्तं पूर्वं, किमर्थं तत्र शप्रत्ययः न दृश्यते इति चेत्, अत्र किमुक्तम् इति चेत्, अर्ति सर्ति न्यासे किमुक्तम्, अर्ति सर्ति इति स्टिपानिर्देशः धातुनिर्देशार्थम् एव, न यङ् लुग् निवृत्त्यर्थम्. इत्युक्ते तत्र धातुनिर्देशार्थः एव अस्ति. तत्र अर्ति सर्ति इत्यत्र स्टिप् प्रत्ययेन धातुनिर्देशः एव अस्ति. परन्तु तत्र किमर्थम् अत्र शप्रत्ययः न दृश्यते इति चेत्, अत्र उक्तमस्ति, अर्तिप्रवृत्तेश्चन्दसि यङ्लुकि शबन्तस्य प्रयोग अदर्शनात्. तर्हि तत्र अर्ति सर्ति इत्यादीनां छन्दसि अपि च यङ्लुकि शबन्तस्य प्रयोगः नास्ति. शबन्तस्य प्रयोगः नास्ति तत्र, छन्दसि शप्रत्ययस्य प्रयोगः नास्ति. इत्युक्ते छन्दसि बहुत्र वयं पश्यामः चेत् बहुत्र कार्यं विकल्पेन भवति, विकल्पेन भवति अथवा कुत्रचित् नित्यमपि भवति. तर्हि छन्दसि तत्र शप्रत्ययः न दृश्यते इति कृत्वा अत्र अर्ति सर्ति इति उक्तम्. अतः तत्र छन्दसि अपि कार्यमस्ति, लोके अपि कार्यमस्ति इति वयं ज्ञातुं शक्नुमः. अस्य सूत्रस्य कार्यं छन्दसि अपि अस्ति इति ज्ञातुम् अर्ति सर्ति इत्यत्र स्टिपानिर्देशः, परन्तु शप्रत्ययस्य आदर्शनमस्ति, शप्रत्ययस्य लुक् जातम् अस्ति इति तत्र उक्तमस्ति. अस्तु, तत् स्पष्टीकृतम्. इदानीं तत्र अग्रे गन्तुं शक्नुमः. अतो गुणे इति सूत्रमपि अस्माभिः चर्चितं गतवर्गे. तर्हि इदानीम् अग्रिमविशेषधातुः तुदादिगणे इष् इति धातुः अस्ति. इष् धातुः तत्र गम् यम् धातोः विषये भवादिगणे एव अस्माभिः चर्चितं, तत्रैव इदं सूत्रमपि दृष्टमासीत्, इषुगम्यमां चः इति सूत्रं भवादिगणे एव दृष्टमासीत्। तत्र गम्यम् अनयोः विषये गच्छति यच्छति इति रूपं भवति इति ज्ञातं। यथा प्रक्रिया तत्र अधीता आसीत् तथैव अत्रापि इष् धातोः विषये एकवारं पठामः। तत्र अन्ये के के सन्ति? नमस्ते भगिनी, उषा अस्मि। उषा भगिनी नमस्ते। नमस्ते भगिनी, शुभदा अस्मि। शुभदा भगिनी नमस्ते। सूर्यकुमारी अस्मि भगिनी। सूर्यकुमारी नमस्ते। अस्तु, शुभदा भगिनी अवगतं खलु यद् मया उक्तं, श्रुतं खलु? अवगतं भगिनि, धन्यवादः। नमस्ते भगिनी, नमस्कारः, नमस्कारः। तर्हि इदानीम् अग्रे सूत्रं प्रति गच्छामः। इषुगमीय मां चः इति सूत्रं, तत्र कः पठति? मीना भगिनी पठतु। महोदय, अत्र किञ्चित् क्लेशः अस्ति, इदानीमेव भवत्या उक्तवती, भवत्या उक्तम् अरति एव आगन्तव्यं, परन्तु तत्र किमर्थम् अर्ति इति, किमर्थम् अर्ति इति मया न श्रुतं भगिनि सम्यक्तया। हा, यतोहि तत्र छन्दसि वेदे तत्र यद्यपि भुवादिगणे धातुः अस्ति, तथापि वेदे शप्रत्ययस्य लुक् भवति, तत्र शप्रत्ययः न दृश्यते, अतः सूत्रे अर्ति इति उक्तत्वात्, यद्यपि लोके तत्र शप्रत्ययः भवति परन्तु वेदे शप्रत्ययः नास्ति इति कृत्वा अर्ति इति उक्तम्। अतः अस्य सूत्रस्य कार्यं वेदे अपि अस्ति, लोके अपि अस्ति। अतः अर्ति इति उक्तम्। अर्ति इति किमर्थम् उक्तम् इति चेत् शप् न लुक् भवति अत्र। शप् अर्ति इति किमर्थम् उक्तम् इति चेत् शप् लुक् भवति, शप् लुक् भवति। विकल्पेन एकस्मिन् पक्षे विकल्पः न भवति, अन्यस्मिन् पक्षे न विकल्पस्य विषये किमपि न उक्तं भगिनि। विकल्पः कुत्र उक्तं? विकल्पः किमपि न उक्तं। लोके ऋ धातुः भुवादिगणे अस्ति, तत्र शप्रत्ययः भवति, अत्र कोऽपि क्लेशः नास्ति। परन्तु वेदे तु शप्रत्ययः न दृश्यते, अतः एव अर्ति इति उक्तम् अत्र सूत्रे। अर्ति इति उक्तत्वात् अस्य सूत्रस्य कार्यं वेदे अपि भवति, लोके अपि भवति। लोके तु शप्रत्ययः अस्ति, वेदे तु शप्रत्ययः नास्ति। वेदे विकल्पेन नास्ति वा इति न जाने, द्रष्टव्यं भवति। वेदे विकल्पेन अस्ति वा इति न जाने, तत्र द्रष्टव्यं भवति। परन्तु वेदे शप् न दृश्यते इति एव न्यासे उक्तमस्ति, अतः एव अर्ति इति निर्देशः, धातुनिर्देशः कृतः। अस्तु महोदय, धन्यवादः। अस्तु अस्तु, मीना भगिनी। नमस्ते भगिनी। इषुगमियमां चः, इष् गम् यम् एषां चकारादेशः भवति शितिपरे, अलोन्तस्य इत्यनेन च आदेशः अन्तिमवर्णस्य स्थाने, न तु पूर्णधातोः स्थाने। इषुश्च गमिश्च यं च तेषाम् इत्र यत्र द्वन्द्वः, इषुगमीयमः तेषाम् इषुगमीयमाम्, इषुगमीयमां षष्ट्यन्तं, चः प्रथमान्तं, द्विपदमिदं सूत्रं, ष्टिगु क्लमु च मां शिति इत्यस्मात् शिति इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम्, इषुगमीयमाम् अङ्गस्य चः शिति। अत्र धातु त्रयमस्ति दत्तम्, इष् गम् यम् इति धातुत्रयं तत्र, तस्य चक चे च इति सूत्रम् अत्र प्रसक्तिः अस्ति। इष् इदानीम् इष् धातोः तत्र शकारस्य भगिनि केवलं सूत्रं प्रतिपादयतु। ओ, इषु गमीयमां चः इति उक्तं तत्र, तत्र चकारः आदेशः भवति, कुत्र इति अस्ति, अङ्गस्य अन्ते स्थाने चः आदेशः भवति। निमित्तं शिति इति प्रत्यये परे तादृशमेव अङ्गस्य स्थाने भवति वा अङ्गस्य स्थाने भवति वा अन्तिमवर्णस्य स्थाने अङ्ग अङ्गमस्ति चेत् धातोः यदि प्रत्ययमस्ति शित् प्रत्ययमस्ति तत् अङ्गं भवति तस्य अन्तिमधातोः अन्तिमवर्णस्य स्थाने चकारः भवति अस्ति वा कथं जानीमः अन्तिमवर्णस्य इति अन्तिमवर्णस्य इत्युक्ते अलोन्तस्य इति सूत्रेण माल् वर्णः अस्ति तद् अन्तिमवर्णस्य एव आदेशः भवति यदि आदेशः एकवर्णः अधिकम् अस्ति चेत् पूर्णधातोः स्थाने आदेशः भवति अत्र एकवर्णः एव आदेशः भवति तस्मात् अलोन्तस्य इति सूत्रेण अन्तिमधातोः अन्तिम अल् वर्णस्य स्थाने चकारः आदेशः भवति क्षितिपरे समीचीनं तत्र इषुगमियमाम् इत्यत्र इषुगमियमाम् इत्यस्य प्रातिपदिकं किम् इषुगमीयम् इषुगमीयम् एव इषुगमियम् इति प्रातिपदिकमस्ति इतरेतर द्वन्द्वः इषुगमियम् इति प्रातिपदिकं तस्य षष्ट्यन्तम् इषुगमियमाम् इति अस्ति इति इषुगमियमाम् इषुगमियमाम् इत्यत्र तत्र गमि इति किम् अस्ति इषुगमियमां गम् इति दातु गमि इति प्रश्नः किं महोदय भगिनी गमि इति किम् अस्ति तत्र गमि इति सप्तम्यन्तम् सप्तम्यन्तमस्ति वा गमि इति सप्तम्यन्तं नास्ति गमि इति सप्तम्यन्तम् गमि इति गम् धातु गमिश्च यं च ते गमि धातौ नास्ति खलु गमेव धातु खलु गम् एव धातु अस्ति किमर्थं गमि इति उक्तम् धातोः निर्देशः अस्ति खलु इक् प्रत्ययेन निर्देशः अतः गमि इति उक्तम् अत्र परन्तु इष् इति अत्र तु न उक्तम् इषु इति इति धातुः इषु इति एव अस्ति धातुः साक्षात् इषु इति धातुः अस्ति तदेव तत्र स्वीकृतः धातुः स्वीकृतः गम् इत्यत्र इकानिर्देशः यम् इत्यत्र निर्देशः किमपि नास्ति यम् इति साक्षात् तथैव स्वीकृतम् इत्युक्ते अष्टाध्यायं सर्वत्र इक्ष्तिपौ धातुनिर्देशः इति सर्वत्र भवति इति नास्ति सर्वत्र धातोः निर्देशः एवमेव अस्ति इति न वक्तुं शक्यते कुत्रचित् एतादृशमपि अस्ति यम् इति धातोः तथैव उक्तमस्ति धातोः अनुकरणं कृत्वा प्रातिपदिकरूपेण स्वीकृतं यम् इति गम् इत्यत्र इक् प्रत्ययेन निर्देशः इषु इत्यत्र साक्षात् यः धातुः अस्ति इषु इति धातुः तथैव साक्षात् स्वीकृतः इति अस्ति किल अस्ति इव गमि इति स्थिपौ अस्ति इत्यत्र तु स्थिपानिर्देशः अत्र तु इकानिर्देशः गमयोगः इ गमि अस्तु सूत्रं सरलमेव एतेषां धातूनां चकारादेशः भवति क्षितिपरे अस्तु इदानीम् अग्रे विनय महोदय पठति वा श्रूयते श्रूयते पठतु अत्र केवलं क्षितिपरे इति ध्येयम् अतः इच्छति परन्तु इष्यति लट्लकार अन्यविषयः, परन्तु अत्र इष योग श श प्रत्ययः विकरणमस्ति, इषु गमियाम इषु गमियमाम सः अलवन्तस्य इति आभ्यं श श स्थाने छ इच्छ भवति, इच्छ योग अ विकरण, तदनन्तरं सूत्रायाति छेचः, छेचसूत्रे तनेन छकारे परे संहितायां विषये हरस्वस्य स्वरस्य तुक् आगमः भवति, तुक् आगमः, तदनन्तरं यदि तुक् अस्ति तदनन्तरं अजन्तौ कारणेन इकारस्य अनन्तरं न तु पूर्वम्, अतः एकक्षणः भगिनी अहं बहिः अत्र अत्र न तु पूर्वम्, अतः इच्छ भवति इच्छ योग अ विकरण, तदनन्तरं तुक्कारणेन स हलन्तायाति इच्छ इच्छ, तदनन्तरम् इच्छ योग अ विकरण, तदनन्तरं तौः शुनश्चूः सन्धिसूत्रायाति, तनेन सवर्गस्य शकार शकार वर्गाभ्यामयोगे तवर्गस्य क्रमात् चवर्ग आदेशा स्तौ शुनश्चु स्थाने श तस्थाने च तवर्गी स्थाने चवर्गी, अतः इच्छ योग अ तदनन्तरं क स्थाने च हलन्त अस्ति, तदनन्तरम् इच्छ योग अ इच्छ इच्छ इति अङ्गम् इच्छ अङ्गं यथा विकरणमेलनेन आधारेण, तदनन्तरम् इच्छ योग ति लट्लकार प्रथमपुरुष इच्छति भवति, तदनन्तरं प्रक्रिया इत्थमस्ति इष इष योग इष अत्र शकार अस्ति शकार लभ्य वा मूर्ध अहं न अत्र जानामि, परन्तु अत्र उपदेशे अजन् मूर्धन्य, तदनन्तरम् उपदेशे अजनुनासिक इति इष योग अ विकरण इच्छ योग अ इषु गमियाम इषु गमियमाम सः छेचः सूत्र आयाति, अथ इच्छ इच्छ भवति अदन्तौ टकितौ स्पष्टतया वयं जानीमः कथं त पूर्वम् आयाति, अथ इच्छ इच्छ भवति स्तोस्तुनश्चूः तदनन्तरात् आयाति तद् तस्थाने तवर्गीय स्थाने च वर्गीय, तदनन्तरम् इच्छ भवति इच्छ अङ्ग अस्ति वर्णमेलनेन उपरान्तः, तदनन्तरम् आयाति लट्लकार तिङ् इच्छति, समीचीनं धन्यवादः महोदय, समीचीनम्। तर्हि तत्र प्रक्रिया तु तत्र वस्तुतः इषु इति धातुः न तु इष इषु इषु इति धातुः, उकारस्य संज्ञा भवति इष् इति अवशिष्यते, इष् योगः ति कर्तरि शप् इत्यनेन शपायाति इष् योगः शप् योगः ति। इदानीं तत्र शप् प्रत्ययः षित् अस्ति इति कृत्वा इष् धातुः विशेषधातुः, अतः इषु गम्यमां चः इति सूत्रेण अन्तिम इष् इत्यत्र अन्तिमवर्णस्य स्थाने छकारादेशः इच् इति भवति। इदानीम् एकं सूत्रमस्ति छेच इति सूत्रम्, तेन सूत्रेण तुगागमः भवति, ह्रस्वस्वरस्य तुगागमः भवति छकारे परे, इच् इत्यत्र इ इति ह्रस्वस्वरः अनन्तरं छकारः अस्ति इति कृत्वा स्वरस्य तुगागमः भवति, तुगागमः कित् तुक्कित् इति कृत्वा आद्यन्तौ टकितौ इत्यनेन स्वरस्य अन्ते आयाति, इ इत्यस्य अन्ते आयाति, अतः इ तकारः चकारः। इदानीं तकारचकारयोः संयोगः अस्ति, अतः संहितायां स्तोश्च्युनाश्चु इति सूत्रेण तकारस्य स्थाने चकारादेशः, अतः इच् योगः, अ इच्छ इच्छयोगः इति इच्छति इति रूपम् इति अस्ति प्रक्रिया। इदानीं तत्र किञ्चित् चेच इति सूत्रम् एकवारं पठामः। अत्र शोभा भगिनी पठति वा? आं भगिनि। छेच इति सूत्रं छकारे परे ह्रस्व स्वरस्य तुक् आगमो भवति। तुक् खित् अस्ति, अतः आद्यन्तौ टकितौ इत्यनेन यस्य आगमः अस्ति अत्र ह्रस्व स्वरस्य, तस्य अन्ते आयाति। छे सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं ह्रस्वस्य पिति कृति तुक् इत्यस्मात् ह्रस्वस्य तुक् इत्यनयोः अनुवृत्तिः, संहितायाम् इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं ह्रस्वस्य तुक् छे च संहितायाम् इति। छे च इति सूत्रं वदति छकारे परे, मूर्धन्य छकारे परे ह्रस्वस्वरस्य तुक् आगमः भवति इति। तत्र इच् इति यदा प्राप्नुमः तत्र इकारस्य परे इकारः ह्रस्वस्वरः, परे छकारः अस्ति, अतः तत्र अस्य सूत्रस्य प्राप्तिः भवति। तुक् इति आगमः, तुक् इति आगमः कस्य इत्युक्ते तत्र आगमः स्वरस्य तुक् आगमः भवति। अस्तु, अपि च तत्र आद्यन्तौ टकितौ, तत्र आगमः पूर्वं भवति वा परं भवति वा इति प्रश्ने सति आद्यन्तौ टकितौ इति सूत्रम् आगत्य साहाय्यं करोति। तुक् कित् अस्ति, अतः तत्र आद्यन्तौ टकितौ इत्युक्ते टित् कित् टकितौ इति सूत्रेण कित् यत्र कित् अस्ति तत्र परं भवति, तित् अस्ति चेत् आदौ, अतः तत्र परं इकारस्य परे आगमः भवति। अपि च तस्य अन्ते आयाति। छे सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम्, अपि च ह्रस्वस्य पिति कृति तुक् इति पूर्वसूत्रं, तस्मात् ह्रस्वस्य अपि तुक् इति इत्यनयोः अनुवृत्तिः स्वीकृतं, संहितायाम् इत्यस्य अधिकारः। तावदेव अस्ति तत्र भगिनि। समीचीनं सूत्रं स्पष्टमस्ति। तुक् इत्यत्र आगमः इति कित्वम् अस्ति इति कृत्वा आगमः इति ज्ञायते। तर्हि कस्य आगमः इति चेत् अत्र ह्रस्वस्य इति पदस्य अनुवृत्ति षष्ट्यन्तं पदमस्ति, तादृशपदस्य आगमः अस्ति। ह्रस्वस्य तुगागमः चकारे परे संहितायाः विषये इति सूत्रार्थः स्पष्टम्। इदानीम् अग्रे विजया भगिनी। अग्रे भगिनी, अत्र सूत्रसङ्ख्या एवं दोषः अस्ति। एवं वा? संहितायाम् इति द्वाविंशतितमं सूत्रं, त्रयोविंशति सारि विंशति नास्ति सप्त, त्रिसप्ततितमं सूत्रं छेच। अत्र किमुक्तम्? अत्र प्रायः मातुः पुस्तके तथा अस्ति भगिनि। उपरि छेच इत्यत्र तु त्रिसप्ततितमं सूत्रम् इति एव अस्ति। ओ एवं वा, अस्तु अस्तु। संहितायाम् इति द्विसप्ततितमं सूत्रम्, मातुः पुस्तके द्विसप्ततितमं सूत्रम्। एवं वा? मातुः पुस्तके तथा दत्तं तत्र। आम्, अतः एकत्र तथा प्रदर्शितम् अन्यत्र इति प्रदर्शितं, प्रायः तत्र परिष्करणीयम्। अस्तु, अस्तु तर्हि इदानीम् अग्रे कः उमा भगिनी पठतु अस्ति वा भगिनि अस्मि अस्मि पठतु सम्प्रसारिणः धातवः न न अत्र इच् इति स्थितिः अत्र अत्र इच् इति स्थितिः इच् इत्यस्मिन् इ ह्रस्वस्वरः अपि चकारः चकारः परो अस्ति अतः अतः तुक् आगमः भवति किन्तु कुत्र प्रथमप्रश्नः अस्ति यत् अयं तुगागमः कस्य आगमः ह्रस्वस्वरस्य इति सूत्रेण उक्तं तदा इकारात् प्राक् अथवा परम् इति जिज्ञासायां सत्याम् अग्रिमसूत्रेण समाधानम् अग्रिमसूत्रमपि पठामि अत्र किम् उक्तम् इति उक्त्वा तदनन्तरं पठतु ओके ओके अत्र इच् इति अस्ति अत्र ई ह्रस्वस्वरस्य परे चकारः आगच्छति अत्र तुगागमः कुत्र आगच्छति इति वयं चिन्तयामः ह्रस्वस्वरस्य इति सूत्रेण उक्तं ह्रस्वस्वरस्य परे अतः इकारात् प्राक् अथवा परम् इति जिज्ञासायां सत्याम् आगम् अत्र इकारात् पूर्वमेव अथवा परमेव आगन्तुं शक्यते इति किमर्थम् इकारस्य स्थाने नास्ति इकारस्य स्थाने इकारः अस्ति इकारस्य स्थाने किमर्थं तुगागमः न स्यात् ह्रस्वस्य इति षष्ट्यन्तम् अस्ति खलु षष्ट्यन्तम् अस्ति तर्हि स्थानीरूपेण तुगागमः किमर्थं ह्रस्वस्य न स्यात् तुगागमः तुगागमः सर्वदा परे अथवा पूर्वमेव आगच्छति न इति किमर्थं तथा किमर्थं पडे आगमः मित्रवत् स्थाने न आयाति मित्रः अस्ति खलु पार्श्वे आयाति ओके ओके तुक् आगमः इति ओके तुक् इति तत्र किमस्ति इति चेत् तत्र वस्तुतः ह्रस्वस्य स्थाने भवितुम् अर्हति परन्तु तुक् इत्यत्र कित्त्वम् अस्ति खलु कित्त्वम् इति सङ्केतः अस्ति कित्त्वम् इति सङ्केतः अस्ति आगमस्य सङ्केतः अस्ति खलु कित् अस्ति इति कृत्वा यदि तत्र स्थाने एव साक्षात् आयाति तर्हि आद्यन्तौ टकितौ इत्यस्य किं प्रयोजनम् प्रयोजनं न भवति खलु यदि तुक् इति साक्षात् ह्रस्वस्य स्थाने आयाति तर्हि तत्र आद्यन्तौ टङ्कितौ इति परिभाषायाः कः लाभः अतः तुक् इत्यत्र कित्त्वम् आगमस्य सङ्केतः अस्ति आगमस्य सङ्केतः अस्ति इति कृत्वा ह्रस्वस्य स्थाने न आयाति यतोहि आद्यन्तौ टकितौ इति सूत्रमस्ति अनया परिभाषया ह्रस्वस्य अन्ते अथवा आदौ आयाति खलु अवगतं वा अवगतम् अस्तु तुक् तुक् इति अस्ति चेत् आद्यन्तौ टकितौ सूत्रस्य अस्तित्वात् अतः तत् सूत्रमपि प्रयोजनार्थम् एव भणितं तस्मात् आदौ अथवा परे तुगागमः आगच्छति हा इति अस्ति समीचीनम् समीचीनं तर्हि इदानीम् अग्रे अस्तु भगिनी भवती एव पठतु ओके आद्यन्तौ टकितौ टित् च चित् च यस्य आगमः तस्य क्रमशः आदौ च अन्ते च अवयवः भवति टित् आकित् ओके आगमः टित् चेत् पूर्वं ओ ओके आद्यन्तौ टकितौ ओके पूर्वं टित् आयाति आगमः चित् चेत् अन्ते आयाति आदिश्च अन्तश्च आद्यन्तौ इतरेतरद्वन्द्वः तश्च कश्च टकौ इतरेतरद्वन्द्वः टकौ इतौ ययोः तौ टकितौ बहुव्रीहिः आद्यन्तौ प्रथमान्तं टकितौ प्रथमान्तौ द्विपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णम् आद्यन्तौ टकितौ ओ अत्र आद्यन्तौ टकितौ मीन्स् आद्यम् अस्ति चेत् टिप् किट् अस्ति चेत् अन्ते आगच्छति सो आगमः आगच्छति आदिश्च अन्तश्च सो इतरे द्वन्द्वं देन् तश्च कश्च इतरे द्वन्द्वं सो टकौ आद्यन्तौ प्रथमान्तं टकितौ प्रथमान्तं द्विपदं सूत्रम् सो आद्यन्तौ टकितौ समीचीनं तर्हि तत्र आद्यन्तौ टकितौ इति उक्तं तत्र आदिश्च अन्तश्च आद्यन्तौ तश्च कश्च टकौ टकौ तश्च कश्च टकौ इति अस्ति तदनन्तरं टकौ इतौ ययोः तौ इत्युक्ते यस्य टित् कित् इति अस्ति तद् कुत्र आयाति इति चेत् आदिमावयवः अथवा अन्तावयवः भवति यस्य आगमः तस्य आदिमावयवः अथवा अन्तावयवः इति आद्यन्तौ टकितौ इति सूत्रम् अस्तु अन्तिमवाक्यमपि पठतु पठामि तुक् चित् अस्ति अतः अनेन सूत्रेण इच् इत्यस्मिन् इकारात् परम् आयाति तुक् आगमे ककारः उकारः च इत् स ञकौ वर्णाः सञ्ज्ञकौ वर्णाः सञ्ज्ञकौ वर्णौ ओके ओके सा के मकारस्य बिन्दुः नास्ति सञ्ज्ञकौ इति सञ्ज्ञकौ सञ्ज्ञकौ वर्णौ तकारः एव अवशिष्यते अतः इच् इ त च इति अत्र तुक् आद्यन्तौ टकितौ इति सूत्रस्य अत्र इच् के तान् पर् तुक् आगमः सो टकितौ परमस्ति चेत् ककारः अस्ति तस्मात् परम् आगच्छति सो इकारात् परमेव आगच्छति तुक् इति आगम आगमे ककारः उकारः इत्सञ्ज्ञकौ वर्णाः तकारः एव अवशिष्यते अतः इच् इस् इक्वल् टु इ त अच् अत्र अस्तु समीचीनम् इदानीम् अत्र कोऽपि अत्र वदतु आद्यन्तौ टङ्कितौ अनयोः पदयोः सम्बन्धः कः आद्यन्तौ टकितौ विशेषण किमस्ति विशेषणं किं विशेष्यम् आद्यन्तौ विशेषणं धकितौ विशेष्यम् अस्तु समीचीनम्. अत्र विशेषणविशेषभावः तु अस्ति, परन्तु सामान्यविशेषणविशेषभावः नास्ति खलु. कीदृशभावः इत्युक्ते अत्र यस्य टक् यस्य टित् अथवा कित् अस्ति तौ तस्मात् तत्र इत्युक्ते टित् कितौ यस्य तस्य क्रमात् अन्तावयवः अथवा आद्यावयवः इत्युक्ते तत्र टित् कित् यस्य अस्ति तस्मात् तत्र अन्तावयवः अथवा आदिम अवयवः अवयवीभावः इति साक्षात् तथा नास्ति. अत्र अवयवावयविभावः इति नास्ति, परन्तु विशेषणविशेषभावः एव. परन्तु तत् यस्य टित् अस्ति अथवा कित् अस्ति तस्मात् अन्तावयव अथवा आदिमावयव विधीयते. इत्युक्ते विधीयते इत्युक्ते तत्र टित् उद्दिश्य अथवा कित् उद्दिश्य तत्र आगमः आदिमावयवः अथवा अन्तावयवः इत्येवं रूपेण तत्र विवरणं दातव्यं भवति. यद्यपि आद्यन्तौ इति पूर्वं लिखितमस्ति, आद्यन्तौ टक्कितौ इत्यत्र आद्यन्तौ इति पूर्वं लिखितं विशेषणरूपेण, परन्तु टक् टित् कित् यस्य अस्ति तस्य तस्य आगम तस्य तस्य उपस्थितिः कुत्र भवति इति चेत् यस्य आगमः तस्य अन्तावयवः अथवा आदिमावयवः आदिमावयवः अथवा अन्तावयवः इत्येवं रूपेण भवति इति विवरणं दातव्यम्. अस्तु, सूत्रं स्पष्टं वा? परिचितमेव, अग्रे गच्छामः. अस्तु विजया भगिनी अग्रे. आं भगिनि, अत्र द्वितीयबिन्दुः सम्प्रसारिणीनः धातवः. सम्प्रसारणिनः धातवः. किमस्ति प्रातिपदिकम् अत्र सम्प्रसारणिनः इत्यस्य प्रातिपदिकं किम्? सम्प्रसारिन् नकारान्त पुल्लिङ्गपदं वा महोदय? सम्प्रसारणिन् नकारान्त पुल्लिङ्गपदम्. धातुः इति अस्ति चेत् किं भवति रूपम्? धातुः इदानीं सम्प्रसारणिनः धातवः इति उक्तं, यदि धातुः इति वदामि एकवचने तदानीं तत्र सम्प्रसारणिनः इति किं भवति? सम्प्रसारणी धातुः, यथा गुणिन् इति शब्दस्य गुणी गुणिनौ गुणिनः एवमेव सम्प्रसारणी धातुः. अस्तु अग्रे. गुणि इति सुबन्तपदं खलु महोदय? इदमपि सुबन्तमेव खलु. इदानीं धातुविषये पृच्छति खलु? धातुविषये न पृच्छामि, तत्र धातुः इति शब्दस्य विषये पृच्छामि. धातुः इति पदमस्ति चेत् अत्र सम्प्रसारणिनः इति सम्प्रसारणिनः धातवः अनयोः कः सम्बन्धः? धातुविशेष्य सम्प्रसारिन् सम्प्रसारणि विशेषणं खलु. कीदृशधातुः इत्युक्ते सम्प्रसारिणी धातुः. कीदृशदातवः इति चेत् सम्प्रसारिणिनः सम्प्रसारिणिनः धातवः. अस्तु अग्रे पठतु. तुदादिगणे चत्वारः सम्प्रसारिणिनः धातवः. ओ व्रश्चु छेदने इत्यर्थे कर्तयति इति भवति. अत्र अनुबन्धलोपानन्तरं प्रच् इति एव भवति. प्रच् इव निप्सायां प्रच् इति भवति, ब्रश्च पाके इति अर्थे आगच्छति, ब्रज् ब्रश्च इति भवति, व्यच व्याजीकरणे वञ्चयति इति अर्थे व्यच् इति भवति। अत्र अग्रे पठामि वा महोदय? बहु समीचीनम्। अत्र एकः प्रश्नः, सम्प्रसारणिनः इत्यस्य कः अर्थः? सम्प्रसारणम् इत्युक्ते तत्र यनकस्थाने, न न सम्प्रसारणम् इत्युक्ते न तस्य अर्थः अहं न पृच्छामि। सम्प्रसारणिनः इदानीं गुणि इति वदामि चेत् कः अर्थः? गुणि इति भवति, गुणः अस्य अस्मिन् वा, गुणः अस्य अस्मिन् वा। एवमेव अत्र सम्प्रसारणिनः इत्यस्य कः अर्थः? सम्प्रसारणं यस्य यस्मिन् अस्ति इति, अस्य अस्मिन् वा इत्युक्ते तादृशधातुः यस्य सम्प्रसारणम् अस्ति अथवा यस्मिन् सम्प्रसारणम् अस्ति, तादृशधातवः सम्प्रसारणिनः खलु। इत्युक्ते तादृशधातवः यत्र सम्प्रसारणकार्यं जायते तादृशधातवः सम्प्रसारणिनः खलु। अस्तु, अत्र चत्वारः धातवः सन्ति तुदादिगणे। इदानीं सूत्रं पठतु, विधायकसूत्रं। गहि ज्या वै व्यचि वष्टि विचति वृच्छति पृच्छति वृजतीनां निति च इति सूत्रमस्ति अत्र। ग्रह ज्या वै व्यत् वश् व्यच् व्रच् पृच् व्रज् एषां सम्प्रसारणं भवति किति निति प्रति परे अस्ति चेत्। इतरेतरद्वन्द्वः षष्टिविभक्तौ, ग्रहि ज्या वयि व्यदि वष्टि विचति वृच्छति पृच्छति वृजतीनां षष्ट्यन्तं निति सप्तम्यन्तं च अव्ययपदं त्रिपदमिदं सूत्रं। वयि स्वपि यजादीनां किति इत्यस्मात् किति इत्यस्य अनुवृत्तिः। श्यङ् सम्प्रसारणं पुत्रपत्यो तत्पुरुषे इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः। अनुवृत्तिसहितसूत्रं, ग्रहीज्या वै व्यचि व्यदि वष्टि विचति वृच्छति पृच्छति वृजतीनां निति किति च सम्प्रसारणम् इति अनुवृत्तिसहितसूत्रं भवति। अत्र एतत् ग्रह ज्या वै एतत् वै व्यद् वश् व्यच् व्रच् पृच् ब्रज् येषां सम्प्रसारणं भवति किति निति प्रत्यये परे अस्ति चेत् अत्र सम्प्रसारणकार्यं भवति। यनः स्थाने इक् भवति, एतदेव सम्प्रसारणम् इति अस्ति। अनन्तरं वचिस्वपि यजादीनां किति इत्यस्मात् किति इत्यस्य अनुवृत्तिः भवति। श्यङ्गः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे इत्यनेन सम्प्रसारणम् इत्यस्य अनुवृत्तिः भवति। अत्र सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे, अत्र तत्पुरुषस्थाने एतत् भवति इति उक्तं वा महोदय? न तस्मात् सूत्रात् अनुवृत्तिः तावदेव, तस्य सूत्रस्य चिन्तनम् इदानीं मास्तु। अस्तु भगिनि, तस्मात् सूत्रात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः तावदेव। अत्र अनुवृत्तिसहितसूत्रमस्ति, ग्रहिज्या वै व्यधि वष्टि विच्छति वृच्छति पृच्छति वृजतीनां निति निति किति च सम्प्रसारणमिति। समीचीनम्। अत्र ग्रही ज्या वै इत्यस्मिन् सूत्रे कुत्र धातुनिर्देशः अस्ति, केन प्रत्ययेन? प्रत्ययमत्र उषा भगिनी किञ्चित् सहायं करोतु। इक्ष्टिपो धातुनिर्देशे इत्यनेन ग्रही इति निर्देशं भवति ग्रह् धातोः कृते, इक् इति प्रत्ययः निर्देश प्रत्ययेन ग्रह् इति धातोः निर्देशः भवति। ज्या इति तत् धातु एव गिप् ईक्ष्टिपो धातु नास्ति, ज्या इति धातुः अस्ति. वयि इत्यस्य कृते वयि इति सूत्रे उक्तं टु से द धातु वै वै इति धातोः कृते इक् इति वै इति धातु नास्ति ओ ओ अस्ति वे देन् ष्टिप् ति नास्ति वयि वे इति वे इति कृते वयि इति कथं भवति इत्यस्य स्थाने वै इति आदेशः भवति कुत्रचित् लिट्लकारे वै इति आदेशः अस्ति अत्रापि इका एव निर्देशः वैयोगः इ वै ग्रह्योगः इ ग्रहि इक् इत्यत्र ककारस्य संज्ञा ग्रह्योगः इ ग्रहि वैयोगः इ वै अनन्तरं व्यदि इति व्यद् धातोः निर्दिष्टं भवति व्यद् योगः इ देन् वश् वश् इति वष्टि भवति वष्टि शकारः शकारः सो स्तोः शुनाशुः कार्यं भवति ऐ गेस् केन किम् अस्ति प्रत्ययः कः प्रत्ययः इक् इक्ष्टिपो धातुनिर्देशे इक् इ इति भवति सो वश् योगः इ शकारः ताळकारः अस्ति चेत् कथं भवति वशि इति भवति खलु वशि इति भवति वष्टि इति भवति सो ऐ गेस् दट् अतः ष्टिप् प्रत्ययः एव अत्र या या या टि टि इति टि इति या टि सूचयति आं भगिनि अत्र सन्धिकार्याणि भवन्ति वश् इत्यत्र आलवेशकारस्य मूर्धनिषकारः मूर्धनिषकारः भवति अनन्तरं स्टुनाश्रुः इति सूत्रेण सत्यं पश्च भ्रश्च त्रिजज राज राज च इति देन् वष्टि वश् आं भगिनि देन् विचति ष्टिपानिर्देशः ष्टिपानिर्देशः व्यच् ति इति सूचयति वृच्छति व्यच् योगः ष्टिप् इफ् ऐ डु ष्टिप् सो विच्छति सो वकारः यकारः सम्पकारणं देस् व्यच् इ भवति सो वि इति भवति वीच्छति अहं भगिनि ष्टिपानिर्देशः वृच्छति वृच्छति इति कृते व्रश्जातुः व्रश्जातुः निर्दिष्टः भवति व्रश्च देर् सम्प्रसारणं भवति ष्टिपानिर्देशेन व्रश्चति देन् प्रच् प्रच् इति धातोः कृते ष्टिपानिर्देशेन रकार रेपस्य स्थाने ऋकारः सम्प्रसारति ष्टिप् ष्टिप् इति प्रत्ययेन पित्वं भवति न देन् हौ केन् ऐ टेक् द सम्प्रसारणं कित् नियुत् पृच् इति पृच् इत्यस्य अनन्तरं शप् अपि भवति खलु श इति प्रत्ययः भवति देन् योगः ष्टिप् ष्टिप् इत्यत्र ति इति अवशिष्यते प्रक्षिपः श इदानीं श प्रत्ययः अपित् अस्ति इति कृत्वा सम्प्रसारः अपित् अतः पृच्छ ओके पृच्छ देन् या देन् सम्प्रसारणं भवति इवन् ब्रश्च ओके ब्रश्ज ब्रश्ज अपि ब्रश्ज बृजति ष्टिपो निर्दिष्टं भवति बृजि येषां सम्प्रसारणं भवति कितिङ् इति प्रत्यये ये धातवः इदानीं भवत्या उक्ताः वृचति वृच्छति पृच्छति बृजति एते सर्वे अत्र तुदादिगणे एव सन्ति एते चत्वारः धातवः अत्र उक्तं खलु ओ व्रश्च यच्छ इति अस्तु समीचीनम् तर्हि इदानीम् अग्रे अरविन्द महोदय धन्यवादः व्रश्च व्रश्च योग स्यात् व्रश्च व्रश्च योग आ ग्रहिज्या इत्यनेन सम्प्रसारणं वृश्च भवति वृश्च योगः वृश्च इति अङ्गं वृश्च योगः ति वृच्छति इति वृच्छति महोदय एकं कुर्मः क्षम्यताम् एकं कुर्मः तत्र अधोभागे तत्र सूत्राणि सन्ति तत् पठित्वा एतत् प्रक्रियां पश्यामः एतां प्रक्रियां पश्यामः इज्ञः सम्प्रसारणम् इति सूत्रं इज्ञः सम्प्रसारणम् यणः स्थाने यः इक् प्रत्याहारे स्थितवर्णः आदिष्टः तस्य सम्प्रसारणसंज्ञा भवति इक् प्रथमान्तं यणः षष्ट्यन्तं सम्प्रसारणं प्रथमान्तं त्रिपदमिदं सूत्रं सूत्रं सम्पूर्णं यणः इक् सम्प्रसारणम् तत्र त्रिपदमिदं सूत्रं यण् स्थाने इक् प्रत्याहारस्थितवर्णः आदिष्टः भवति इति अस्ति अत्र सम्प्रसारण इति विधिना तत्र आम् इति अस्ति त्रिपदमिदं सूत्रमिति कथं वदति भगिनि अत्र लिखितमस्ति न त्रिपदमिदं सूत्रं वस्तुतः इज्ञनसम्प्रसारणमिति द्विपदमेव द्विपदमेव इक् इति प्रथमान्तम् यण् इति षष्ठ्यन्तम् ओ तत् सन्धि अस्ति ओके इक् यणः इक् यणः सम्प्रसारणम् इति त्रिपदमिदं यणस्थाने यणस्थाने यणस्थाने इक् आदेशः भवति यस्य नाम अस्ति सम्प्रसारणं संज्ञासूत्रमस्ति वा सत्यं संज्ञासूत्रमेव सम्प्रसारणाच्च सम्प्रसारणाच्च इत्यपि पठतु सम्प्रसारणाच्च सम्प्रसारणसंज्ञकः वर्णात् परम् अच् अस्ति चेत् पूर्वपरयोस्थाने एकः पूर्वादेशो भवति सम्प्रसारणात् पञ्चम्यन्तं च अभ्येपदं द्विपदमिदं सूत्रम् इको यणचि इत्यस्मात् अचि अमीपूर्वः इत्यस्मात् पूर्वः इत्यनयोः अनुवृत्ति भवतः एकः पूर्वपरयोः संविधायम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रं सम्प्रसारणात् च अचि पूर्वपरयोः एकपूर्वसंविधायाम् इति अस्ति सम्प्रसारणात् इति पञ्चम्यं स्वीकृत्वा परम् अच् वर्णः अस्ति चेत् तदनन्तरं तत्र अचि पूर्वपरयोः स्थाने एकपूर्व आदेशः भवति संहितायाम् अधिकारे अस्ति इति कृत्वा समीचीनं सम्प्रसारणाच्च इत्यत्र सन्धिः कीदृशसन्धिः तत्र सम्प्रसारणाच्च इति स्तोश्च नास्ति न स्तोश्च नास्तु इत्यस्मात् पूर्वं किमपि भवितुमर्हति वा तत् पूर्वमस्ति जष्त्वं जस्तु सन्ति अस्ति जलां जशोन्ते जलां जशोन्ते इत्यनेन तकारस्य तकारस्य शकार भवति जलां जश् जश् भवति जश् भवति चेत् जलां जल् जलां जश् भवति इति कृत्वा तत्र जकार भवति जकारस्य स्थाने जकारः नास्ति तकारस्य स्थाने दकारादेशः भवति तकारस्य अनन्तरं चकार भवति दकारस्य जकारः भवति स्तोश्चुनाश्चुः इति अनन्तरं तदनन्तरं करीच करीच इति जकारस्य चकार चर्त्वं भवति अतः सम्प्रसारणाच्च इति सूत्रम् इति अस्ति सन्धिं कृत्वा अतः सम्प्रसारण यस्य सम्प्रसारणम् इति इज्ञः सम्प्रसारणम् इत्यनेन यस्य सम्प्रसारणसंज्ञा भवति इक् इकः स्थाने यः न यणः स्थाने यः इक् आदिष्टः भवति यस्य सम्प्रसारणसंज्ञा भवति तादृशसम्प्रसारणसंज्ञकस्य अनन्तरम् अच्वर्णः अस्ति चेत् पूर्वपरयोः एकः पूर्वरूपादेशः भवति. पूर्वरूपः कः? सम्प्रसारणसंज्ञकः वर्णः आदिष्टः भवति. इदानीं तत्र इ इति वर्णः पूर्वं यकारः आसीत्, यकारः पूर्वम् आसीत् इति चिन्तयन्तु. तस्य स्थाने इ इति आदेशः सम्प्रसारणं भूत्वा इ इति भवति इति चिन्तयन्तु. इदानीम् इ इत्यस्य अनन्तरम् अच् वर्णः अस्ति, तर्हि इ इति सम्प्रसारणसंज्ञकः अनन्तरम् अच् वर्णः. इदानीम् एतादृशसन्दर्भे सम्प्रसारणाच्च इति सूत्रेण इ योगः अच् अनयोः पूर्वपरयोः पूर्वरूपादेशः. पूर्वं किम् अस्ति? इ इति अस्ति. इ इति सम्प्रसारणसंज्ञकः, तस्यैव आदेशः. इ योगः आ इति अनयोः स्थाने इ इति आदिष्टः भवति, अतः इ इति अवशिष्यते. अस्तु, समीचीनं. सम्प्रसारणे सम्प्रसारणं. धन्यवादः महोदय. इदानीं सूर्यकुमारी पत्रं पठतु. भगिनि, न सम्प्रसारणे सम्प्रसारणम्. सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति, न अव्ययं. सम्प्रसारणे सप्तम्यन्तं, सम्प्रसारणं प्रथमान्तं, त्रिपदमिदं सूत्रं. सूत्रं सम्पूर्णं, न सम्प्रसारणे सम्प्रसारणम्. सूत्रं विवरणं, यत्र यत्र सम्प्रसारणवर्णद्वयमस्ति तत्र सम्प्रसारणं परं परवर्णसम्प्रसारणं सम्प्रसारणं भवति, न तु प्रथम सम्प्रसारणवर्णः. सम्प्रसारणे परे पूर्वस्य सम्प्रसारणं न भवति. सम्प्रसारणे परे पूर्वस्य यणः सम्प्रसारणं न भवति. इत्युक्ते सम्प्रसारणे परे इति वदामः चेत् पूर्वस्य सम्प्रसारणं, पूर्वं यत् सम्प्रसारणसंज्ञकः भवितुम् अर्हति तस्य सम्प्रसारणसंज्ञा न भवति. इत्युक्ते वर्णद्वयस्य सम्प्रसारणं न भवति. परवर्णस्यैव सम्प्रसारणसंज्ञा भवति, पूर्ववर्णस्य सम्प्रसारणसंज्ञा न भवति इति इदं सूत्रं षष्ठाध्याये प्रथमपादे अस्ति. वस्तुतः तत्र इज्ञणः सम्प्रसारणम् इत्यनेन यत् या संज्ञा भवितुम् अर्हति तस्य निषेधः क्रियते अनेन. न सम्प्रसारणे सम्प्रसारणम् इत्यनेन तादृशस्य सूत्रस्य, इत्युक्ते तत्र वर्णद्वयम् अस्ति. इदानीं यकारः वकारः, व्यच् इत्यत्र व्यच् इति धातुः अस्ति चेत् तत्र वकारः अकारस्य अपि इज्ञणसम्प्रसारणम् इत्यनेन सम्प्रसारणसंज्ञा भवितुम् अर्हति, यकारस्यापि सम्प्रसारणसंज्ञा भवितुम् अर्हति. द्वयोः अत्र सम्प्रसारणविधायकसूत्रेण सम्प्रसारणं भवितुम् अर्हति. कितिनिति प्रत्यये परे व्यच् योगः श इति प्रत्ययः अस्ति चेत् व्यच् इत्यत्र वकारः अपि सम्प्रसारणसंज्ञकः भवितुम् अर्हति, यकारः अपि सम्प्रसारणसंज्ञकः भवितुम् अर्हति इज्ञणः सम्प्रसारणम् इत्यनेन. तर्हि द्वयोः सम्प्रसारणसंज्ञा भवति वा इति चेत् तदानीं तत्र यद् प्राप्तमस्ति तस्य निषेधः क्रियते. न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण यकारः इति वकारयकारयोः, यकारः परः अस्ति, परस्य सम्प्रसारणं भवति इति कृत्वा पूर्वस्य वकारस्य सम्प्रसारणसंज्ञा न भवति. तर्हि वकारस्य स्थाने सम्प्रसारणसंज्ञा न भवति चेत् तत्र आदेशः अपि न भवति. वकारस्य उकारादेशः अपि न भवति, केवलं यकारस्य एव सम्प्रसारणकार्यं भवति. अवगतं वा भगिनि? भगिनि, अत्र एकः प्रश्नः, कितिङ् इति परे इति उक्तमस्ति, तर्हि कितिङ् इति कित्ङित् प्रत्ययस्य अव्यवहितरूपेण परे अस्ति चेत् चेदेव तस्य इग्यणः सम्प्रसारणं भवति इति अस्ति वा इति अस्ति. तर्हि व्यच् इति इत्यस्मिन् वकारस्य परे तु कित्कित् प्रत्ययः नास्ति, तर्हि वकारस्य सम्प्रसारणी इति कथं तस्य व्याख्या भवितुम् अर्हति? यकारस्य तु ओके, परन्तु इत्युक्ते साक्षात् पूर्वं नास्ति इति वदति खलु. इत्युक्ते तत्र यत्र यत्र साक्षात् पूर्वं इत्युक्ते यद्यपि कितिरिति प्रत्यये परे इत्युक्ते साक्षात् तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन साक्षात् एव प्रायेण भवति, परन्तु कुत्रचित् इत्युक्ते कुत्रचित् इदानीं पश्यतु ब्रश्च इत्यत्र ब्रश्च इत्यत्रापि साक्षात् पूर्वं नास्ति खलु. ब्रश्जियोगः श इत्यत्र साक्षात् पूर्वम् अस्ति वा? नास्ति. नास्ति खलु. तर्हि तत्र ब्रश्जि इत्यत्र सम्प्रसारणे निश्यते खलु. तर्हि इदानीं कित्नि प्रत्ययः साक्षात् परः नास्ति इति कृत्वा ब्रश्जि इत्यत्र सम्प्रसारणं मास्तु इति न वदामः खलु. तर्हि अव्यवहितरूपेण नयिष्यते इति नास्ति. नास्ति, अव्यवहितरूपेण भवेत् एव इति नियमः अत्र नास्ति. इत्युक्ते अव्यवहितरूपेण भवेत् वा न वा इति कथं निर्णीयते इति चेत् लक्ष्यं दृष्ट्वा एव निर्णीयते. इत्युक्ते कुत्रचित् अव्यवहितरूपेण सर्वत्र भवति, अतः अव्यवहितरूपेण अस्ति चेदेव कार्यं भवति इति वक्तुं शक्नुमः. कुत्रचित् एतादृशस्थलेषु अव्यवहितत्वमेव न प्राप्तं खलु, ब्रज्योगः श इत्यत्र, अतः अत्र कार्यं मास्तु इति वदामः चेत् अत्र इष्टरूपं न प्राप्नुमः. अतः अत्र अव्यवहितं नास्ति चेदपि भवति इति वदामः. यथा ब्रज् इत्यत्र तथैव व्यच् इत्यत्र वकारस्य अपि सम्प्रसारणं भवितुमर्हति. तदर्थं न सम्प्रसारणे सम्प्रसारणम् इत्यनेन तस्य निषेधः क्रियते. अतः अस्माकं शास्त्रं व्याकरणशास्त्रं लक्ष्यानुरोधेन भवति. तर्हि लक्ष्यमस्ति ब्रज् इत्यत्र सम्प्रसारणं स्यात् इति लक्ष्यं, प्रचित्यत्र सम्प्रसारणं स्यात् इति लक्ष्यम्. अतः अस्माकं सूत्रे एव साक्षात् उक्तं खलु ब्रज् प्रच् इति उक्तं खलु सूत्रे. आमिति उक्तमस्ति. सूत्रे एव उक्तमस्ति, अतः संशयः एव नास्ति. अत्र साक्षात् पूर्वम् अस्ति वा नास्ति वा संशयः एव नास्ति. व्यच् इत्यत्रापि साक्षात् उक्तमेव अस्ति. ब्रज् इति उक्तत्वात् वयं ज्ञातुं शक्नुमः साक्षात् पूर्वं न इष्यते इति ज्ञातुं शक्नुमः. ब्रज् प्रच् ब्रश्च इत्यत्र, अतः व्यच् इत्यत्र अपि साक्षात् पूर्वं नास्ति चेदपि वकारस्य सम्प्रसारणं भवितुम् अर्हति इति कृत्वा न सम्प्रसारणे सम्प्रसारणम्. एतस्मिन् सूत्रे ये केऽपि धातवः उक्ताः सन्ति तेषु ये केऽपि यण् वर्णाः सन्ति तस्य कितिङ् इति प्रत्यये परे सम्प्रसारणं भवति एव. सम्प्रसारणं भवितुमर्हति तस्य निषेधार्थमेव न सम्प्रसारणे सम्प्रसारणम् इति उक्तम्. अस्तु अस्तु भगिनि, धन्यवादः. समीचीनं. तर्हि इदानीं तत्र व्रश्च इति धातुं स्वीकृत्य तत्र किं विजय तत्र लक्ष्मी भगिनी वदतु. व्रश्च व्रश्च योग श व्रश्च योग आ ग्रहिज्य वै व्यथि वष्टि विचति पृच्छति पृच्छति पृञ्चतीनाम् इति च इत्यनेन सम्प्रसारणं. वृश्च योग आ वृश्च इति अङ्गं वृश्चा योगति वृच्छति इति रूपम् प्रच् अद् तदुक्त्वा अग्रे इद प्रति सम्यक्तया प्रतिपादयतु एकवारं सम्पूर्णविवरणम्. अस्तु, धातुः अस्ति व्रश्च इति. व्रश्च इत्यत्र रेफः अस्ति, वकारपरं रेफः, तत् परम् अकारः अस्ति. ततः परं शा इति विकर्णप्रत्ययः विधीयते. शा इति विकर्णप्रत्ययः ङित् अस्ति, ङित् परे अस्ति इति कृत्वा अत्र सम्प्रसारणं कार्यं भवितुम् अर्हति. अत्र यणः स्थाने इत्यणः, यणः स्थाने इक् आदेशः भवति, तेन रेफस्य स्थाने ऋकारादेशः भवति. यणः स्थाने इगादेशः केन सूत्रेण? दहिज्या वै व्यथि वष्टि विचति वृच्छतीनां वृच्छति पृच्छति भृञ्चतीनाम् इति च इत्यनेन सम्प्रसारणकार्यं भवति इति परे. सम्प्रसारण रेफस्य स्थाने एव आदेशः इति तदेव इग्यणः सम्प्रसारणम् इत्यनेन संज्ञासूत्रमस्ति, तेन सहायेन सम्प्रसारणसंज्ञा भवति इति ज्ञायते. अत्र ग्रहिज्य वै इति सूत्रेण ज्ञायते यत् यत्र यत्र यण यण् अस्ति, यण् प्रत्याहारः अस्ति, तस्य स्थाने इक् आदेशः भवति इति, इक् इत्यस्य इक् सम्प्रसारणकार्यं भवति इति ज्ञायते. अत्र व्रश्च् इत्यत्र बकारः अपि अस्ति, रेफः अपि अस्ति, द्वे च यण् अस्ति, अतः प्रश्नः उदेति कस्य सम्प्रसारणं भवति. द्वे च यणः अस्ति, सम्यक् करोतु वाक्यम्. यण् प्रत्याहारे अन्यतमः अस्ति वकारः, रेफः न. भगिनी भगिनी, द्वे च यणः यणः अस्ति इति उक्तं, तत् परिवर्तयतु वाक्यं. द्वे च यणौ स्तः, द्वे इति वदामः वा? द्वौ च, द्वौ च यणौ स्तः, द्वौ च यणौ स्तः. इदानीं प्रश्नः उदेति कस्य स्थाने सम्प्रसारणं भवति इति. अत्र न सम्प्रसारणे सम्प्रसारणम् इत्यनेन पूर्वस्य एव पूर्वस्य स्थितस्य सम्प्रसारणं न भवति, किन्तु द्वितीयः वर्णस्य सम्प्रसारणं भवति, न सम्प्रसारणे सम्प्रसारणम् इत्यनेन. अतः अत्र रेफस्य स्थाने ऋकारादेशः भवति, ऋकारः भवति, वृश्च इति भवति, पुनः वृश्च योग आ इति विकर्णप्रत्ययस्य योजनेन वृश्च इति अङ्गं प्राप्यते. वृश्च योगति, अत्र ति प्रत्ययस्य योजनेन वृच्छति इति रूपं सिद्ध्यते. समीचीनं, सम्यक्. तत्र व्रश्च इति धातुः वकाररेपः यण्वर्णौ स्तः, तर्हि तत्र द्वयोः स्थाने अपि सम्प्रसारणं भवितुमर्हति, परन्तु न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण वकाररेप रेपः इति परवर्णस्य सम्प्रसारणसंज्ञा भवति चेत् पूर्ववर्णस्य सम्प्रसारणं न भवति, अतः वकारस्य सम्प्रसारणं न भवति, केवलं रेपस्य सम्प्रसारणं भवति. तर्हि रेपस्य स्थाने इक् वर्णः कः इति चेत् ऋकारः एव सदृशतमः इक् वर्णः, अतः रेपः मूर्धन्यवर्णः, ऋकारः अपि मूर्धन्यवर्णः, अतः तत्र ऋकारः आयाति. इदानीं भवती तत्र इतोपि वक्तव्यं खलु, ऋकारः आयाति तदनन्तरं किं भवति? रेफस्य स्थाने ऋकारः आयाति तदनन्तरं? हा, तदनन्तरं रेफस्य स्थाने ऋकारः भवति, तत्र अकारः अस्ति, तादृश अत्र स्वर ऋ अपि स्वरः अस्ति, अकारः अपि स्वरः अस्ति, अत्र सन्धिकार्यं न भवति, किन्तु अत्र सम्प्रसारणाच्च इत्यनेन द्वितीयः पूर्वपरयोः स्थाने पूर्वरूपादेशः तिष्ठति, परवर्णः लुप्यते, तेन अत्र वक्तव्यम् न न लुप्यते इति वक्तव्यमेव, नितरां न वक्तव्यं. क्षम्यतां. पूर्वरूपादेशः भवति तेन अत्र ऋकारः एव तिष्ठति पूर्वरूप आदेशेन ऋकारः तिष्ठति वृ इति अवशिष्यते पुनः वृश्च इति भवति वृश्चयोग आ इति भवति अनन्तरं समीचीनं समीचीनं. तत्र लुप्यते इति अस्माकं बुद्धौ एवं भवति ओ अकारः इदानीं नास्ति खलु अपगच्छति खलु इति बुद्धौ भवति इति साधारण अवगमनमस्ति परन्तु व्याकरणे लोपः इति संज्ञा अस्ति खलु अतः तु अत्र लोपः इति न उक्तं लोपादेशः इति न उक्तम् अतः तत्र अकारः लुप्यते इति न वक्तव्यं तर्हि इदानीम् अत्र स्थितिः का वकारः रेपः अकारः इति स्थितिः व्रश् इत्यत्र वकारः रेपः अकारः इति स्थितिः अस्ति तर्हि इदानीं किम् उक्तं वकारस्य सम्प्रसारणं न भवति इति उक्तं यतोहि रेपः परवर्णस्य सम्प्रसारणं भवति असम्प्रसारणे सम्प्रसारणम् इत्यनेन वकारस्य सम्प्रसारणं न भवति इति उक्तं रेपस्य एव सम्प्रसारणं भवति इति उक्तं तर्हि रेपस्य स्थाने ऋकारः तर्हि वकारः ऋकारः अकारः इति अस्ति स्थितिः ऋकारः अकारः तर्हि सम्प्रसारणसंज्ञकवर्णः अस्ति ऋकारः तस्य अनन्तरम् अकारः अच् वर्णः अस्ति अतः अत्र सम्प्रसारणाच् इति सूत्रेण ऋकारः इति सम्प्रसारणसंज्ञकस्य अनन्तरम् अच् वर्णः अस्ति इति कृत्वा अनयोः द्वयोः स्थाने पूर्वरूपादेशः पूर्वरूपः कः इति चेत् ऋकारः एव पूर्वम् अस्ति अतः स एव पूर्वरूपेण आदिष्टः भवति अतः ऋकार अकारयोः स्थाने ऋकारः आदिष्टः भवति अतः वकारः योगः ऋकारः इति एव स्थितिः इदानीं तर्हि वृ इति जायते वृश्च वृश्चति इति रूपम् अवगतं खलु हा हा अवगतवती भगिनी अत्र स्थानेन्द्रतमः इत्यनेन एव ऋकारस्य रेफस्य ऋकारादेशः भवति खलु भगिनि सत्यं सत्यं यथा इकोयणचि इत्यत्र स्थानेन्द्रतमः इत्यस्य कार्यम् एवमेव अत्रापि यणः स्थाने इक् इति वदामः चेत् स्थानेन्द्रतमः इत्यनेनैव कार्यम् अस्तु इदानीम् अग्रे वंसी भगिनि किम् न तु यथासङ्ख्यमनिर्देशसमानम् इत्यनेन किन्तु स्थानेन्द्रतमः इत्यनेन स्थानेन्द्रतमः इत्यनेन यथासङ्ख्यम् इति न वक्तुं शक्नुमः यतोहि इक् इत्यत्र तु सवर्णानां ग्रहणमस्ति अष्टादश इक् यण् इत्यत्र तु सवर्णानां ग्रहणं नास्ति विधीयमानः अस्ति अतः तत्र तु त्रयः एव वर्णः किं त्रयः वा चत्वारः वा यण् यवर चत्वारः वर्णः अतः यथासङ्ख्यं नास्ति समसङ्ख्यकाः न सन्ति अस्तु धन्यवादः भगिनी अग्रे महोदय अत्र व्रच इति प्रथमं दन्त्यसकारः अस्ति स्तोः चुनाश्चुः इत्यनेन दन्त्यसकारस्य स्थाने तालव्यशकारः भवति अनन्तरं व्रच व्रच यजराजं यजमृजराज इति बृहत् सूत्रेण शकारस्य स्थानं मूर्धन्यशकारः भवति खलु न न न अत्र नास्ति तथा कुत्र अस्ति मूर्धन्यशकारः अत्र अत्र दन्त्यसकारस्य स्थाने तालव्यशकारः स्तोः चुनाश्चुः इत्यनेन आगच्छति तावदेव अस्तु तावदेव ब्रश्य ब्रश्य इत्यस्य कार्यं नास्ति स्तोः चुनाश्चुः इति परसूत्रमस्ति व्रश्च ब्रश्च इति पूर्वसूत्रमस्ति अतः व्रश्च ब्रश्च इत्यस्य कार्यानन्तरं न अत्र सोहशिनाश्चुः इत्यस्य कार्यानन्तरं व्रश्च ब्रश्च इति आगन्तुं न शक्यते न शक्यते असिद्धमस्ति अस्तु वंसि भगिनि अस्तु विजयलक्ष्मी भगिनि वंशि भगिनी आगच्छति इति करोतु भवती करो आगतवती वा अस्तु भगिनी श्रूयते वा मम ध्वनि? श्रूयते इदानीं वदतु. प्रच् न जानाति. प्रच् अत्र एकः संशयः अस्ति. तत्र न सम्प्रसारणे सम्प्रसारणमिति भवती शुभदा भगिनी उक्तवती. तत्तु यदि पूर्वस्य वर्णस्य सम्प्रसारणं भवति तदनन्तरम् एतस्य सूत्रस्य कार्यमेव न भवति. एतत् सूत्रं निरर्थकं भवति न? यदि तदपि चिन्तनीयं वा? किं पूर्वस्य सम्प्रसारणं पूर्वस्य सम्प्रसारणं न भवितुम् अर्हति एव सूत्रं व्यर्थं भवति इति अस्ति. तदेव प्रश्नः, स एव प्रश्नः. सूत्रम् न आवश्यकम् इति प्रश्नः. सूत्रम् अनावश्यकम् इति प्रश्नः, व्यर्थं भवति इति न प्रश्नः. सूत्रम् अनावश्यकं वा? यतोहि पूर्ववर्णस्य साक्षात् पूर्वं कित्नि प्रत्ययः साक्षात् परं नास्ति. अतः वकारस्य सम्प्रसारणसंज्ञा एव न भवति. अतः किमर्थं सूत्रमेव मास्तु इति प्रश्नः. हा, तदपि. परन्तु यदि सूत्रं नास्ति तर्हि कस्य सम्प्रसारणं भवति इति अपि प्रश्नः जातः किल तत्र. न कस्य सम्प्रसारणं न, अत्र केवलं यकारस्य एव सम्प्रसारणं, वकारस्य सम्प्रसारणमेव नास्ति यतोहि साक्षात् पूर्वं नास्ति इति प्रश्नः. उत्तरं किम् इति अस्ति चेत् अत्र साक्षात् पूर्वम् इति न आवश्यकं. यतोहि कुत्रापि बहुत्र साक्षात् पूर्वमेव नास्ति. प्रश्चि इत्यत्र पश्यामः चेत् कित्निति प्रत्ययात् साक्षात् पूर्वं नास्ति रेपः. प्रच्छित्यत्र साक्षात् पूर्वं नास्ति. प्रश्चित्यत्रापि साक्षात् पूर्वं नास्ति. अतः किमर्थं व्यच्छित्यत्र वकारः साक्षात् पूर्वं स्यात्? अस्तु, अवगतं भगिनि. अस्तु, समीचीनम्. अस्तु, तत्र द्वितीय उदाहरणमस्ति. प्रच्छा योगः श इति तुदादिगणीयः धातुः अस्ति. प्रच्छ अतः तत्र श इति विकरणप्रत्ययः आगच्छति. तत्र प्र इत्यस्मिन् रेपः यत् अस्ति तत्र सम्प्रसारणं योग्यः वर्णः भवति. अतः तत्र ग्रहीज्या वै व्यधि वष्टि विच्छति पृच्छति पृच्छति पृच्छतीनां निति च इति सूत्रेण तत्र पृच्छ् इति धातु अस्मिन् आवल्याम् अस्ति. अतः तत्र पृच्छ् इति सम्प्रसारणीयोग्यः धातु अस्ति. तेन कारणेन तत्र रेफस्य ऋकारः भवति, रेफस्य ऋकारः भवति. तदनन्तरं प्रच्छ इत्यस्मिन् पकारः रेपः अपि च अकारः अस्ति. यदा ऋकारः रेफस्य ऋकारः भवति तदनन्तरम् अकारः यत् तिष्ठति तस्य सम्प्रसारणे सम्प्रसारणात् च इति सूत्रेण एकः पूर्वपरयोः इत्यनेन रेपः ऋकारः एव तिष्ठति. अतः पृ इति भवति, पृच्छ इति भवति. पृच्छायोगः षकारः इत्यस्मिन् अकारः अवशिष्यते. पृच्छायोगः पृच्छ इति भवति. तदनन्तरं पृच्छायोगति पृच्छति इति भवति. तत्र एकम् अन्यत् चिन्तनमपि अस्ति. पृयोगः अ इत्यस्मिन् यदि अकारस्य एकः पूर्वपरयोः न करोति चेत् तत्र तु पुनः यन् भवितुम् अर्हति. तस्मात् कारणात् पाणिनिना तत्र एकः पूर्वपरयोः सम्प्रसारणात् च इति सूत्रं लिखितम् अभवत् तत्र. इति अस्ति एव, अपि च निष्ठरूपं न लभ्यते एव. समीचीनं. हा, पुनः यन् भवितुम् अर्हति. अतः तेन कारणेन तत्र सूत्रं झटिति सूत्रं लिखति. यतोहि तत्र अकारस्य लोपः न क्षम्यताम्, एकः पूर्वपरयोः इत्यनेन पूर्ववर्णः तिष्ठति, परवर्णः न भवति. अपि इष्टरूपं न प्राप्यते. सूत्रं नास्ति चेत् इष्टरूपं न लभ्यते इति कृत्वा सूत्रं स्थापितं यन् सन्धिं बाधयितुमपि. अस्तु, विजयलक्ष्मी भगिनी अग्रे. भ्रश्च इति धातु, भ्रश्च धातु सम्प्रसारणी धातु अस्ति. अत्र भकारात् उत्तरवर्ति रेफस्य सम्प्रसारणं भवितुम् अर्हति. अतः कितिनिति प्रत्यये परे भ्रश्च तुदादिगणे अस्ति. अतः श इति विकरणप्रत्ययः, भ्रश्च योगः श अत्र अनुबन्धस्य लोपानन्तरम् अ इति अवशिष्यते, भ्रश्च योगः अ इति स्थिते ग्रहिज्य वै व्यधि वष्टि विचति वृच्छति पृच्छति भृजति नाम्निति च इति सूत्रेण सम्प्रसारणं भवति. रेफस्य स्थाने ऋकारः भ ऋकारः अकारः ज योगः अ इति अस्ति. अत्र ऋकारात् परम् अ इति अज्वर्णः, अतः सम्प्रसारणाच्च इति सूत्रेण पूर्वपरयोः स्थाने सम्प्रसारणसंज्ञा आयाति. रेफ् ऋकारः एव आयाति, पूर्ववर्णः आयाति. भृज इति योगः अ, भृज इति अङ्गम्. ओ अत्र भृज योगः अ, अत्र पुनः स्तोश्चुनाश्चुः इति सूत्रेण सकारः सकारस्य श्चुत्वं भवति. जकारः चवर्गीयवर्णः, सकारस्य श्चुत्वं भूत्वा तालव्यषकारः आयाति, भृष्ज इति भवति. अनन्तरं ति इति तीते ओ अत्र रूपद्वयं भवति, परस्मैपदी आत्मनेपदी द्वयमपि सम्भवति. अतः भृज इति स्थिते पुनः हा जलां झष् झषि इत्यनेन भृज इति भवति. षकारस्य जश्वर्णे परे झल् आदेश झल् वर्णे परे षकारस्य न न जल् वर्णे परे नास्ति, जल् वर्णस्य स्थाने झषि परे झश्वर्णे परे झल् वर्णस्य स्थाने जष् आदेशः भवति. अत्र जकारस्य षकारः एव किं स्थाने अन्तरतमः इति वा तालव्यवर्णस्य स्थाने तालव्यवर्णस्य स्थाने तालव्यषकारस्य स्थाने इच्छूयषाणां तालु हा षकारस्य स्थाने जकारः एव आयाति, अतः भृज इति भवति. भृज इति इदानीम् अङ्गम्, अत्र परस्मैपदीरूपं भृजति, आत्मनेपदीरूपं भृजते इति भवति. समीचीनं, भृजति भृजते इति रूपद्वयमस्ति. सम्यक्. अत्र कोऽपि प्रश्नः अस्ति वा? सन्धिकार्यद्वयम् अस्ति, सम्प्रसारणकार्यानन्तरं तत्र रेपस्य ऋकारः आगच्छति प्रक्रियायां, भृश्च इति अस्ति. इदानीं सकारजकारयोः संयोगः अस्ति इति कृत्वा स्तुहोश्चुनाश्चुः इत्यनेन सकारस्य स्थाने तालव्यषकारः. इदानीं षकारजकारः अस्ति इति कृत्वा षकारः जल् वर्णः, अनन्तरं जकारः झष्वर्णः अस्ति इति कृत्वा तालव्यषकारस्य स्थाने झष्त्वं भवति. तालव्यषकारः तालव्यवर्णः अस्ति षकारः इति कृत्वा तस्य सदृशतमः झष्वर्णः जकारः, अतः षकारस्य जकारः बृज् बृज बृजति बृजते इति रूपद्वयम् अस्तु. अग्रिमम् अन्तिमं शुभदा भगिनि. व्यच् इति धातुः, व्यच् इति तद् तुदादिगणीयधातुः, व्यच् योगः श विकरणप्रत्ययः, व्यच् योगः अ, अ इति ङित् प्रत्ययः, पित् नास्ति इति कृत्वा सार्वधातुकमपित् इत्यनेन तस्य ङित्वम् आगच्छति, अतः ङित् प्रत्ययः. अधुना ग्रहिज्या वै व्यधि वष्टि विचति ग्रहिज्या वै व्यधि वष्टि विचति वृच्छति पृच्छति भृजति नाम निति च इति सूत्रेण व्यच् इत्यस्मिन् ये वर्णाः सम्प्रसारणयोग्यवर्णाः सन्ति, नाम वकारः यकारः च, तस्य तयोः सम्प्रसारणं भवितुम् अर्हति, परन्तु न सम्प्रसारणे सम्प्रसारणम् इत्यनेन यदा द्वौ सम्प्रसारणवर्णौ स्तः तत्र परवर्णस्य परसम्प्रसारणवर्णस्य सम्प्रसारणं भवति इति कृत्वा यका व्यच् इत्यस्मात् यकारस्य सम्प्रसारणं भवति, वकारस्य सम्प्रसारणं न भवति, यतोहि यकारस्य यकारस्य सम्प्रसारणम् अभवत्, अतः सम्प्रसारणे परे पूर्वस्थितस्य सम्प्रसारणं न भवति इति कृत्वा वकारस्य सम्प्रसारणं न भवति, अतः वकारस्य व एव तिष्ठति, यकारस्य इ इति भवति, तस्मात् परम् यकारस्य परम् अकारः आसीत्, अतः व इ अ इति स्थितौ सम्प्रसारणाच्च इति सूत्रं कार्यं करोति, यत्र सम्प्रसारणं सम्प्रसारणक संज्ञक यः वर्णः अस्ति इ इति अस्मिन् उदाहरणे, तस्मात् परम् अ इति अस्ति, अतः तत्र पूर्वपरयोः स्थाने पूर्वरूपमेकादेशः भवति, अतः इ अ इति स्थाने इ एव पूर्वरूपमेकादेशः, अतः वकारः व योगः इ वि इति भवति, वि वि विच् इति धातु वयं प्राप्नुमः, विच् इति योगः अ विच इति भवति, तदनन्तरं तिङ् ति इति तिङ् प्रत्ययः विचति इति रूपम्. बहु समीचीनम्. अग्रे अपि पठतु भगिनि. क्त प्रत्यये परे किति इत्यस्य उदाहरणं, वृश्च इत्यस्य वृक्णः, प्रच्छ इत्यस्य पृष्टः, भ्रज्य इत्यस्य भ्रष्टः, व्यच् इत्यस्य विचितः इति भवति. अत्र व्रश्च इत्यस्य वृक्णः, अत्र बहूनि कार्याणि सन्ति इति मन्ये. व्रश्च इत्यस्य यस्मिन् व्रश्च इत्यस्मिन् यः रेफः अस्ति, व्रश्च योगः क्त, क्त इति क्त इत्यस्मात् ककारस्य इत्संज्ञा भवति, अतः कित् कित् प्रत्ययः भवति, अतः व्रश्च योगः व्रश्चयोगः त अत्र सम्प्रसारणं व्रश्च इत्यस्य सम्प्रसार इत्यस्मिन् ये यण्वर्णाः सन्ति तेषां सम्प्रसारणं भवितुमर्हति, अतः व्रश्च इत्यस्मिन् वकाररेफयोः सम्प्रसारणं भवितुम् अर्हति. पुनः अत्र अपि न सम्प्रसारणे सम्प्रसारणम् इत्यनेन रेफस्य एव सम्प्रसारणं भवति, वकारस्य सम्प्रसारणं तस्मात् पूर्वं स्थितस्य वकारस्य सम्प्रसारणं न भवति, अतः व रेफस्य सम्प्रसारणं ऋ इति, व ऋ तदनन्तरम् अ इति अच्वर्णः सम्प्रसारणवर्णात् परम् अस्ति इति कारणात् सम्प्रसारणाच्च इत्यनेन पूर्वरूपमेकादेशः भूत्वा व ऋ अ इत्यस्मिन् इत्यस्मात् वृ इति अवशिष्यते नाम तस्य रूपं भवति वृश्च इति भवति, वृश्च योगः क्त, तदनन्तरं निष्ठाप्रत्ययकार्याणि भवन्ति. सम्यक्. वृक्नः इति रूपं सिद्धमस्ति. वृक्नः इति रूपं कथं लब्धम् इति अस्माकं विषयः नास्ति, वृ इति कथं प्राप्तमेव अत्र विषयः अस्ति. कित् प्रत्यये परे अपि सम्प्रसारणं भवति इति वयं ज्ञातुं शक्नुमः. यथा पूर्वं चर्चितं तथैव प्रच् ब्रज् व्यच् इत्यत्रापि सम्प्रसारणकार्याणि भवन्ति. भवन्तः गृहपाठरूपेण चिन्तयन्तु कथं प्रक्रिया भवति इति एकवारं लिखन्तु. अत्र कोऽपि प्रश्नः अस्ति वा? तत्र विचितः इति ईडागमः कृत्वा भवति खलु? विचितः इति ईडागमः कृतः अस्ति. व्यच् धातुः सेत् अस्ति, सेत् अस्ति, अतः तत्र ईडागमः दृश्यते. प्रायेण हलन्तदातवः सर्वे सेटः, अत्र केचन परिगणितदातवः एव अनिटः भवन्ति. तेषु यच् इति नास्ति, परन्तु ब्रज् इति धातुः अनिट् अस्ति, प्रच् इति धातुः अनिट् अस्ति, अनन्तरं व्रश्च इति धातुः तत्र हा व्रश्च इति धातुः अपि अनिट् अस्ति. अवल्यम् अवल्यं भवति, अनिट् अवल्यं भवति। अस्तु तर्हि अत्र स्थगयामः, कोऽपि प्रश्नः नास्ति चेत्। तर्हि धन्यवादः, नमस्कारः। धन्यवादः भगिनी, धन्यवादः भगिनी, धन्यवादः भगिनी, धन्यवादः भगिनी, धन्यवादः भगिनी।